नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे प्रेरणार्थे निज् हलन्तदातवः विशेष हलन्तदातवः इति पाठः तत्र गतसप्ताहे अस्य आरम्भः जातः. तत्र वयं यदा सामान्यधातुः हलन्तदातुः स्वीकुर्मः चेत् तत्र अथ उपधायाः पुबन्तलघुपदस्य च इति कार्यं भवति. अत्र यदा वयम् अजन्तदातूनां विषये दृष्टवन्तः तादृशमेव अत्रापि विशेषनियमाः अर्थानुगुणं वा अथवा यत्र यत्र आवश्यकं वा तत्र नूतनसूत्राणि प्रवर्तते. तत्र प्रथमम् आसीत् तत्र धातु आदेशः इति. तत्र प्रायः भवन्तः पार्श्वे अष्टाध्यायी पुस्तकम् अस्ति वा? अस्माकं मातुः पुस्तकम् अथवा अष्टाध्यायी जालपुटे अपि द्रष्टुं शक्यते. पुस्तकम् अस्ति चेत् 125 इत्यत्र अस्ति. जालपुटे यदा पश् 7336 सप्तमाध्यायस्य तृतीयपादस्य षट् त्रिंशतिः तत्र अर्ति फुरि लीक् नुयि श्वायि आतां पुङ्नौ इति अस्ति. अग्रिमसूत्रमेव तत्र अस्माकं चा शा सा व्या वेपां युक् इति आगमः. अग्रिमं सूत्रं वो विदूनने जुक् इति जुक् आगमः. प्रथमं पुक् आगमः, द्वितीयं युक्, तृतीयं य जुक् आगमः. अनन्तरं तत्र लीलो नुक् लुका अन्यतरस्यां स्नेहविपातने इत्यनेन तत्र अपि तत्र किम् आगमः भवेत्? तत्र त्रीणि रूपाणि आसीत् किल, तदेव अग्रिममस्ति. वियोहेतुभ्येषुक् इति क्रमेण अस्ति अष्टाध्याय्याम् अग्रिमसूत्रम् एतावत् सूत्रपञ्च किल 36, 37, 38, 39, 40 पर्यन्तं तु अजन्तधातूनां कृते. इदानीं यत् स्पोयो वः शदेर कथौ तः अनन्तरं रुह तदेव अद्य पश्यामः. तत्सर्वं हलन्तदातूनाम् अत्र क्रमेण अस्ति इत्येव तत् द्रष्टव्यं. क्रमेण एव अस्ति अस्मिन् प्रकरणे. नौ परतः तत्र यदा पुस्तके मातुः पुस्तके किं दत्तम् इत्युक्ते नौ परतः विधयः इति यावत् 7343 यावत् इति दत्तमस्ति. अतः तत्र प्रथमपञ्च तु अजन्तदातूनां कृते, अग्रिमत्रयं तु हलन्तदातूनाम् इत्येव तत्र क्रमेण अस्ति. तदेव वयं गतसप्ताहे स्पाय् इति धातुः दृष्टवन्तः. तत्र स्पायो वः इति सूत्रेण निचि प्रत्यये परे व आदेशः भवति. स्थावयति इति एकं रूपम्, एकमेव रूपं, तत्र तु विकल्पः नास्ति. षद् धातुः अपि गतसप्ताहे दृष्टवन्तः किल, शाधयति इति रूपम् आगच्छति तत्र. तत्र शदेर्गतौ तः इति गत्यर्थे अगत्यर्थे, अगत्यर्थे शदेर्गतौ, शदेर् अगतौ तः इत्यनेन तत्र त इति आदेशः, तकारादेशः भवति. अत्र शाधयति इति एकं रूपं, गत्यर्थे तु शाधयति इति रूपम्. इदानीं रुः धातुः आरभ्य पठामः. महोदय, भवान् एव आरम्भं करोति वा? रुः धातुः, रुह बीजजन्मनि भ्वादिगणे, लटि रोहति, अर्थः वर्धते, उत्पतति, उदेति, उत्तिष्ठते इति. रुहः पोन्यतरस्याम् इति सप्तमाध्याय तृतीयपादस्य त्रिचत्वारिंशत्तमं सूत्रं. रुः धातोः विकल्पेन पकारादेशो भवति निचि परे, अलोन्त्यस्य इत्यनेन अन्तादेशः. रुः षष्ट्यन्तं, पः प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तं. द्रिपदपदं सूत्रम् अतिरीव्रीरि क्षमायातां श्मायातां पुम्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति रुहः पः नौ अन्यतरस्याम् इति तत्र पकारादेशः भवति रुः धातो रुहः पः अन्यतरस्याम् इति तत्र पकारादेशे रुः इति णिच् भवति हेतुमति इत्यादि सूत्रेण णिच् विधीयते रुः इति भवादिगणे धातुः अस्ति अतः णिच् विधीयते प्रेरणार्थे रुः पोन्यतरस्याम् इत्यनेन रुप् हकारस्य अलब्धसितेन रूप इति भवति रुप् रुप् योग इ इदानीं तत्र पुगन्तलघुपदस्य च इत्यनेन उपधायां गुणः रोप योग इ रोपी रोपी शपि रोपे रोपयत् रोपयति अनन्तरं वेचो योगयति रोपयति इति पकाराभावे तत्र अन्यतरस्यामित्यनेन अतः पकाराभावे सामान्यसूत्रमस्ति पुगन्तलघुपति इति सूत्रेण तत्र गुणः भवति रोह रोहि इति धातुः रोहयति इति रूपम् अतः तत्र भुआदिगणे तु तस्य रूपं रोहति इति एव इदानीं यदा प्रेरणार्थे निच् योजयामः चेत् रोपयति रोहयति इति रूपद्वयं वर्धते उत्पतति उदेति उत्तिष्ठते प्रायः आरोपयति इति यदा वदामः उपसर्गपूर्वक आङ्क अर्थः भिन्नः भवति तत्र भिन्नः अर्थः भवति आरोपः इति तत्र आरोपः वर्ध उत्पत आरोप आरोपः आरोपयति इत्येव एक्यूज् एक्यूज् इति भवति धातोः अर्थः परन्तु आरोपयति इत्येव भवति किल आरोपयति इति तत्र एक्विजेशन् इति आङ्ग्ले उप इत्यनेन तत्र भिन्ना भवति इति चिन्तयामि न जानामि परन्तु तदेव प्रसिद्धार्थः अस्ति आरोपः आम् अनेन धातुना न आगच्छति वा रुक् धातुः नास्ति वा अनेन एव प्रायः अनेन एव समुपसर्गः योजयामः चेत् आम् आर् आ योगः रुह् आरूढ होना उपर् बैठना उपर् चढना तत्र आरूढः इति खलु आरूढः प्रत्ययेन दत्तं भवति आरूढः आयोगः रुक् इति धातुः तत्र प्रत्ययेन आरूढः इति भवति प्रायः सिंहारूढः इति आरोपणम् समारोपकारकम् इति तद् अस्ति खलु समापनम् इति भवति समारोपणकार तत् एण्डिङ्ग् भवति समारोपः सत्यं भिन्न तत्रापि रुः इति एव दातुः वा आमां तदेव अस्ति रुः एव दातुः अस्ति आरोपणं तत्र कोश डिक्षनरी मध्ये दत्तमस्ति ओ अस्तु अतः अनेन रोपयति इति रूपं रोहयति इति अपि साधु तावदेव पकार आदेशः पकार अभावः परन्तु अत्र अर्थविशिष्टः किमपि नास्ति रूपद्वयमपि साधु इत्येव दत्तमस्ति अस्तु अग्रे सरामः उषा भगिनी हन् धातुः अत्र कार्याणि भवन्ति हन् धातुः आं भगिनि हन् हन् धातुः रुह बीजजन्मनि ओ देट् इस् रुह् धातु हन् धातुः हन् अदादिगणे हन् धातुः हन् अदादिगणे लटि हन्ति अर्थः मारयति हो हन्तेर् हो हन्ते ङिण् हो हन्ते ङ् नेषु हन् धातोः होहन्ते निन्नेषु हन् धातोः हकारस्य स्थाने ख वर्ग आदेशः भवति ङिति निति प्रत्यये परे नकारे परे च ङिति निति नकारे स्थाने अन्तरतमः इत्यनेन ख वर्गे हकारेण तुल्यः घकारः अस्ति संवारनादघोषमहाप्राणः च खवर्गे हकारेण तुल्यः घकारः अस्ति हकारः महाप्राणः घकारः संवारनादघोषमहाप्राणः च अतः हकारस्य स्थाने घकार आदेशः भवति ञकार च ञ च ङौ इतरेतरद्वन्द्वः तौ इतौ ययोः तौ णितौ बहुव्रीहिः णितौ च नश्च तेषाम् इतरेतरद्वन्द्वः निण्णाः ओके तेषु निण्णेषु तिक्षिपौ इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ति षष्ठी विभक्तौ हन्तेः ओहो हन्तेर् ओके हो हन्ते निन्निन्नेषु हन्तेः षष्ठी विभक्तिः अफ् हन्ति हन्ति इति इक्ष्टिपौ धातुनिर्देशे ओके हः षष्ट्यन्तं हन्तेः षष्ट्यन्तं निन्निन्नेषु सप्तमी अन्तं त्रिपदमिदं सूत्रम् छजोः कुगिण्यतोः इत्यस्मात् कुः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य हः कु निन्नेषु हन् धातोः परः ञकारः नकारः अथवा नकारः अस्ति चेत् हन् धातोः तः कु कवर्ग आदेशः भवति इति उच्यते सूत्रं वदति हो हन्ते निण्णिन्नेषु हो इति हकारः सूचयति हन्तेः इति हन् धातोः इति हन् धातोः इति सूचयति निण्णिन्नेषु इति प्रत्ययः सूचयति हन्तेः इति इक्ष्टिपौ धातुनिर्देशे इति इत्यनेन हन् धातुतः हन्ति क्ष्टिप् आदेशः भवति ततः हन् इति हन्तेः इति षष्ठीविभक्तौ हन्ति इति प्रातिपदिकरूपेण हन्तेः इति दत्तं हो हन्तेर् निन्निन्नेषु हो हकारस्य स्थाने खवर्ग आदेशः भवति घकारः हकार हन् धातोः हकारस्य स्थाने ककार आदेशः भवति नकारः णकारः नकारः परः अस्ति चेत् इति सूत्रं वदति सत्यम् तत्र तु अनुवृत्तिसहितसूत्रे कु इत्येव दत्तम् अस्ति अनन्तरं कथं निर्णयः भवति भगिनि स्थाने अन्तरतमः इत्यनेन तुल्यतमवर्णः हकारस्य तुल्यतमवर्णः हकारस्य तुल्यतमवर्णः ह इति महाप्राणः महाप्राणसं आभ्यन्तरप्रयत्नः संवारनादघोष तत्कारणतः ककार खवर्गीय संवारनादघोषमहाप्राणः इति घकारः भवति हकारस्य स्थाने घकार आदेशः स्थाने अन्तरतमः स्थानम् अथवा स्थाने अन्तरतमः तुल्यतमस्थानः तुल्यतम आदेशः तुल्यतमवर्ण आदेशः भवति यः वर्णः तुल्यतमः इति प्रश्नः चेत् संवारनाद हकारस्य स्थाने संवारनादघोषमहाप्राणः संवारनादघोष इति आभ्यन्तरप्रयत्न महाप्राण इति महाप्राणः हकारस्य स्थाने तत्कारणतः संवारनादघोष आभ्यन्तरप्रयत्नः ककारस्य ककारवर्गे घ वर्णे वर्णे कृते अस्ति संवार तत्कारणतः घकारः भवति हकारस्य स्थाने हन् धातोः हकारस्य स्थाने घकार आदेशः भवति. अग्रे पठामि वा भगिनि? समीचीनं तदेव अस्ति किल. तत्र हन् धातोः हकारस्य कवर्ग आदेशः भवति निति निति नकारे परे निति निति प्रत्यये परे किम् इति अस्मिन्नेव पाठे वयं पश्यामः. नकारे परे इत्युक्ते तत्र यदा एकम् उदाहरणम् अत्र प्रदर्शितमस्ति धृत्रहन् इति नकारान्तं प्रातिपदिकां तस्य द्वितीया बहुवचनप्रक्रियायां तत्र किं भवति इत्युक्ते धृत्रहन् योगः शस् तत्र नकारः अस्ति. नकारात् परे एव आदेशः इति उक्तं किल. हकारात् परं नकारः अस्ति अतः धृत्रघ हकारस्य स्थाने ककारादेशः धृत्रघ्न अस् धृत्रघ्नः इति भवति. अथ उपदायाः उपदायाम् अतः वृद्धिः निति निति प्रत्यये परे अथ उपदायाः परिचय सूत्रं परिचयमेव. अथ उपदायाः उपदायां धातोः उपदा अत् भवति चेत् निति निति प्रत्यये परः अस्ति चेत् धातोः कृते वृद्धिः भवति इति. अथ उपदायाः अत् इति उपदावर्ण हनस्तो छिन्नलोः हनस्तो छिन्नलोः हन् धातोः स्थाने तकार आदेशः भवति निति निति प्रत्यये परे छिन् नल् इति प्रत्ययौ न स्याताम् अचिन्नलोः अलोन्त्यस्य इत्यनेन अन्तादेशः छिन् च नल् च छिन्नलौ छिन्नलौ न छिन्नलौ अचिन्नलौ तयोः अचिन्नलोः द्वन्द्वगर्भ नञ् तत्पुरुषः द्वन्द्वगर्भ नञ् तत्पुरुषः हनः षष्ट्यन्तं तः प्रथमान्तम् अचिन्नलोः सप्तमीयन्तं त्रिपदमिदं सूत्रम् अचोन्निति इत्यस्मात् ञकारनिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हन् अङ्गस्य तः नितिनिति प्रत्यये नितिनिति अचिन्नलोः हनस्थो अचिन्नलोः इति सूत्रं वदति. अनुवृत्तिसहितसूत्रं हनः अङ्गस्य तः नितिनिति अचिन्नलोः हन् धातोः तः निति निति प्रत्यये परः अस्ति चेत् नकारस्य स्थाने हन् धातोः अलोन्तस्य इत्यनेन अन्तादेशः नकारस्य स्थाने हन् धातोः नकारस्य स्थाने तः आदेशः भवति. परन्तु छिण् अथवा नल् इति प्रत्ययः अस्ति चेत् धातोः आदेशः न भवति इति सूत्रं वदति. हनस्तो छिन्नलोः अनेन एव सूत्रेण नकारस्य स्थाने तकार आदेशः यथा हन् धातुः योगः घञ् घञ् इति ञकारान्तप्रत्ययः घञ् हन् धातुः योगः घञ् घातः पदत्वे सति हन् धातुः योग घञ् कृत् प्रत्ययः ञकारान्तप्रत्ययः घातः हकारस्य स्थाने घकारादेशः अपि तु नकारस्य स्थाने तकारादेशः घातः इति भवति पदत्वे सति. हन्धातुः योगः ल् प्रत्ययः तत्तु कृत् प्रत्ययः. हन्धातुः योगः ल् घातकः इति पदं भवति. घातकः इति प्रथम विभक्ति एकवचनम् घातकः. हन् धातुः नुगुल् नुगुल् इति छिण् नास्ति नल् नास्ति. सो नकारस्य स्थाने तकारादेशः, हकारस्य स्थाने घकारादेशः घातकः. हन् धातुः योगः णिच् तदेव विषयम् अत्र. हन् धातुः योगः णिच् घातयति इति भवति. हण् धातुः योगः णिच् होहन्तेर् निन्नेषु इति सूत्रेण हकारस्य स्थाने घकारादेशः भवति. गन् योगः णिच् गन् योगः इ इति भवति. गन्योगः णिच् स्थाने इ इति भवति. गन्योगः इ अथ उपधायाः घन् इति उपधा घन् इति धातोः अत्र अकारः उपधा भवति. इत्यनेन णिच् प्रत्ययः परः अस्ति, वृद्धिः भवति. घन् इति घान् इति भवति. गान्योगः इ गानि इति नूतनधातुः भवति. हनस् तो छिन्नलोः ओ दट् टु द अङ्ककार्यम् ओके. हनस्तो छिन्नलोः इत्यनेन नकारस्य स्थाने तकार आदेशः भवति. सो गात् योगः इ इति भवति. घाति इति नूतनधातुः भवति. घाति इति नूतनधातोतः तिप्रत्ययः अनन्तरं शप् प्रत्ययः अस्ति चेत् लटीरूपं घाते योगः अयोगः ति घातयति इति भवति. घातयति इति लटीरूपं प्रथमपुरुषे एकवचनरूपम्. अत्र च यतोहि येषां त्रयाणां सूत्राणां परस्परविरोधः नास्ति तदर्थं प्रक्रियायां यः कोऽपि क्रमः भवति सम्यक् एव स्यात्. हो हन्ते ङिन्निन्नेषु इति 7354 हनस्थो छिन्नलोः 7354 अत उपादायाः 7216 तत्र क्रमेण एकवारं प्रदर्शयतु तत्र किं भवति पश्यामः. आं भगिनि. घन् धातोः तः घञ् इति वयं पठितवन्तः. होवन्ते ङिन्निन्नेषु अतो उपधायाः हनस्त छिन्नलोः इति त्रयः सूत्राणि. अनन्तरम् उदाहरणं दत्तं. घन् धातोः योगः घञ् ञकारप्रत्ययः अन्नयोगः णिच् इत्यत्र एव प्रथमम् अत उपधायाः करोतु सूत्रक्रमेण करोतु. ओके. हन् धातोः योगः णिच् इति स्थिते अत उपादायाः इत्यनेन वृद्धिः भवति. नकारः णिच् प्रत्ययः नकारः अस्ति चेत् कारणतः नकारः अस्ति इति कारणतः वृद्धिः भवति. हान् इति भवति. हान् इति कृते होहन्तेर्ङिण्णिन्नेषु इत्यनेन 7354 7332 हनस्ते छिण्णलोः इति सूत्रम् अनन्तरम् आयाति चेत् हन् इति हान् इति स्थिते हान् हनस्ते छिण्णलोः इत्यनेन नकारस्य स्थाने तकार आदेशः भवति. हान् इति हात् भवति. हात् योगः इ इति भवति. हात् अनन्तरं होहन्ते ङिण्णिन्नेषु इति सूत्रम् आयाति चेत् होहन्ते ङिण्णिन्नेषु इत्यनेन हकारस्य स्थाने घकार आदेशः भवति. घात् इति भवति. हात् इति घात् इति भवति. घाति इति भवति. नूतनधातुरूपं समानमेव समानमेव विप्रतिषेधः किमपि नास्ति तत्र क्रमेण कुर्मः वा एतद् प्रदर्शितं तान तेन क्रमेण वा अथवा परकार्यं प्रथमम् इति भूत्वा हो हन्तेर्निन्नेषु अनन्तरं हनस्तो चिन्नळोः अनन्तरम् अत उपादायाः कुर्मः वा रूपं तु समानम् आगच्छति अत्र अनेन किमपि तत्र समस्या रूपभेदः अनिष्टरूपं वा न सिद्ध्यति अतः एव महोदयेन अत्र उक्तं परस्परविरोधः किमपि नास्ति भिन्नभिन्नस्थलेषु एव कार्यं भोहन्तेर्निन्नेषु इत्यस्य कार्यं तु नकारस्य स्थाने किल न हकारस्य स्थाने तस्य स्थानं भिन्नं उपदाकार्यं वृद्धिकार्यम् अतः भिन्नभिन्नस्थलेषु एव कार्यमस्ति परस्परविरोधः सङ्घर्षः किमपि नास्ति अत्र सर्वे वर्णाः कृते कार्यं सन्ति परस्परविरोधमपि नास्ति प्रायः वयं वक्तुं शक्नुमः सैमल्टेनियस्ली कार्यं भवति तद् प्यारलली इति वदामः किल तादृशं प्रायः भवति अतः सूत्रक्रमस्य किमपि तत्र वैशिष्ट्यं नास्ति अतः घातयति इति रूपं भवति धन्यवादः भगिनि धन्यवादः अरुणा भगिनि नमस्ते भगिनि व्यक्तिगताः वर्णादेशाः दुष् धातु दुष् दिवादिगणे लुटि दुष्यति अर्थः दूषितः भवति दोषो लौ षष्ठमाध्याये चतुर्थपादे नवतितमसूत्रं दुष् धातोः उपादायायाम् उकारस्य स्थाने ऊकार आदेशो भवति निच् प्रत्ययपरे दोषः इति पदं दुष् धातोः लघुपदागुणं कृत्वा निर्देशः दोषः षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रं कूदुपदायागोः इत्यस्मात् सूत्रात् ऊत् उपादायाः एतनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुभूतिसहितो दोषः अङ्गस्य उपादायाः ऊत् नौ ओके अत्र दुष्टातु दत्तं दुष्टातु दिवादिगणे अस्ति अर्थः दूषितः सूत्रं वदति दुष् निच् प्रयोगे निच् प्रयोगे उपादायां उकार स्थाने ऊकार आदेशो भवति ततः दुष् योः हेतु कदा भगिनि दुष् दुष्योगः हेतुमति तद् सूत्रेण दुष् निच् इति आयाति निच् दोषो नौ इति सूत्रेण उकार उपदा उकार दीर्घ भवति दुष् योगः इ निच् अत्र युक्तवर्णनिष्ठस्य इ एव अवशिष्यति दूषि इति निजन्तधातुः दूषयति दृष्टन्ते साधनं दूषयति कार्यं दूषयति रूपं प्रथमं दूषि इति यजन्तधातुः तदनन्तरं सनन्तधातवः इति सूत्रेण दुश्चति प्रत्यय लट्लकात् दूषयति इति रूपं भवति दुष्योगः दूष्योगः शप्योगः इति दूषयति किमर्थं दिवादिगण प्रेरणा अत्र केवलं अर्धधातुकप्रकरणे गणचिन्तनं नास्ति, गणचिन्तनं सत्यं समीचीनमेव. तत्र भ्रमः एव भवति दिवादिगणे इति पूर्वम् उक्तः किल. तत्र तत्र दिवादिगणे अस्य रूपं दुष्यति एव, अत्र एव तत्र भेदः, तत्र प्रेरणार्थे निचि एव दोष इति भवति. अतः कः इति एकवारं पश्यामि. पठामि भगिनि एकनिमिषं. तत्र दुष् इत्युक्ते टु स्विम्, टु सायिल्, टु मेक् इम्प्यूर्, टु कास् पेन्, टु हर्ट् इत्येव अस्ति. अतः एव साधनं दूषयति, कार्यं दूषयति. कोऽपि कोऽपि साधनं दूषयति कार्यं, प्रेरणा किल, कार्यं दूषयति इति भवति दोषो नौ इति सूत्रेण. आं भगिनि अग्रिममस्ति. आम् वाचित्तविरागे अष्टमध्याये चतुर्थपादे नवतिसूत्रं निच्प्रत्ययपरे चित्तविकारार्थे, अर्थः चित्तविकारार्थे दुष्धातोः उपधायाम् उकारस्य स्थाने ऊच् आदेशः वैकल्पिकः. चित्तविकारार्थे इत्युक्ते मानसिकविकारः, इन्सेन्स् आफ् डिस्टर्बिङ्ग् इन् द मैण्ड्. चित्तस्य विरागः, चित्तविरागः षष्टि तत्पुरुषः. तस्मिन् चित्तविरागे वा अव्ययं चित्तविरागे सप्तम्यन्तं द्विपदविदं सूत्रम् उद् उपधाया गोहः इत्यस्मात् उद् उपधायाः इत्यनयोः अनुवृत्तिः दोषो नौ इत्यस्मात् दोषो नौ इतनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितं दोषः अङ्गस्य उपधायाः वा ऊत् नौ चित्तविरागे. तर्हि दुष्यता किम् अर्थं अर्थं दुष् वैकृत्ये टु बि दुष् इत्यस्य अर्थः वा टु सिन्, टु सायिल्, टु मेक् इम्प्यूर्, टु कास् पेन्, टु हर्ट् वैकृत्ये किं महोदय? न दूषणं दोष इति ते अनेनैव भवति अहं चिन्तयामि. ओके ओके चित्तविरागे तदेव अवगतं. चित्तविरागे अर्थे निष्प्रत्यय अस्ति, विकल्पेन दीर्घ भवति, रूपद्वयं भवितुम् अर्हति. तदेव भगिनि सत्यम्. अत्र यदा चित्तविरागार्थे अस्ति चेत् दुष्टातोः उपधायाम् उकारस्य स्थाने ऊत् इति आदेशः भवति, परन्तु तत्तु वैकल्पिकः ऊत् आदेश आदेशाभावे दुष्योगः दुष्येतुमति निच् प्रत्यये विधीयते. पुगन्तलघुपदस्येन दोषयोगः इति दोषी इति निजन्तधातुः दोषयति. तत्रापि दुष् उदाहरणमस्ति दृष्टन्ते एकः पुरुषः अपरस्य पुरुषस्य मनः दूषयति दोषयति. ओके दूषयति इति अपि साधु, दोषयति इति अपि साधु, रूपद्वयं सत्यम्. अतः सूत्रद्वयं दोषो नौ वाचित्तविरागे इति सूत्रद्वयं दुष्धातोः कृते. अग्रे सरामः. धन्यवादः भगिनि. विजया भगिनी इदानीं सिद्धः वा? सिद्धा वा इति प्रष्टव्यम्. पठतु भगिनि. परन्तु मन्द मन्दरूपेण श्रूयते, विस्परिङ्ग् इव श्रूयते. श्रूयते खलु भगिनि? मम तु मम कृते सम्यक् अस्ति, अन्येषां कृते श्रूयते वा? मन्दमस्ति, श्रूयते मन्दम्. अस्तु, अहं म्यूट् मध्ये भवामि, भवती पूर्णतया पठतु. चित्तविरागे एव खलु? न न न, सिद्धदातु. सिद्ध द्विवादिगणे द्वादिगणे च लटि सिद्ध्यति सेद्यति, अर्थः द्विवादिगणे टु बि अकम्प्लिश्ड् आर् फुल्फिल्ड्. द्वितीयबिन्दुः टु बि सक्सेस्फुल्. त्री टु रीच्. फोर् टु अटेन् वन्स् आब्जेक्ट्. फैव् टु बि प्रूव्ड् आर् एस्टाब्लिश्ड्. सिक्स् टु बि सेटिल्ड् आर् अड्जुडिकेटेड्. सेवेन् टु बि थरोलि प्रिपेर्ड् आर् कुक्ड्. एय्ट् टु बि वन् आर् कान्कर्ड्. द्वादिगणे टु गो टु वार्ड् or drive off, to restrain, to interdict. Fifth one to ordain. Sixth one to turn out well or auspiciously. इदानीम् अत्र किमपि नास्ति खलु भगिनि? एतत् द्विवादिगणे भुवादिगणे च सिद्धि इति धातुः अस्ति. अत्र लटी अस्ति चेत् सिद्ध्यति सेदति इति भवति, अर्थः द्विवादिगणे अस्ति. एतत् पठितमेव मया. इदानीम् अग्रे सूत्रमस्ति, अहं पठामि वा एतत् विषये? सिद्ध्यतेरपारलौकिके अपारलौकिके नौ सिद्ध्यतेः एचः आत् स्यात्. अपारलौकिकस्य परलोकस्य प्रसङ्गे नास्ति चेत् तस्य, अत्र अपारलौकिके इत्युक्ते अर्थे सिद्ध धातोः एचः स्थाने आकारः आदेशः भवति निचि प्रत्यये परे. सिद्ध्यतेः इत्यनेन द्विवादिगणीयधातोः एव ग्रहणम्. सिद्ध्यतेः षष्ट्यन्तम्, अपारलौकिके सप्तम्यन्तं, द्विपदमिदं सूत्रम्. आदेश उपदेशशिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः. क्रीङ् जीनां नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्. अपारलौकिके सिद्ध्यते एचः आत् नौ. सिद्ध्यतेः अपारलौकिके इति अस्ति खलु महोदय अत्र? सम्यक्, तदेव. सिद्ध्यतेः अपारलौकिके सिद्ध्यतेरपारलौकिके एक श्वासे वक्तव्यं चेत् अत्र सम्यक् एव. अपारलौकिके इत्युक्ते अपारलौकिके नौ सिद्ध्यतेः एचः आत् स्यात्. किम् अत्र अपारलौकिकस्य इत्युक्ते परलोकस्य प्रसङ्गे नास्ति चेत् तस्य इति तत् अत्र सिद्धिधातोः एचः स्थाने आकारः आदेशः भवति निचि प्रत्यये परे अस्ति चेदेव. अत्र सिद्ध्यतेः इत्यनेन द्विवादिगणीयधातोः एव ग्रहणम्, अन्यत्र नास्ति इति. सिद्ध्यतेः द्विवादिगणीयधातोः एव ग्रहणं भवति. अनन्तरम् आदेश उपदेशे शिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः. अत्र क्रीङ् जीनां नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्. अपारलौकिके सिद्ध्यतेः एचः आत्, अत्र एचः स्थाने आकारः आदेशः भवति. तावदेव अत्र दत्तं भगिनि. अग्रे प्रक्रियां पठतु भगिनि. भोजननिर्माणं कार्यकरणं सिद्ध्यादीनाम् अर्थे सिद्ध हेतुमति च सिद्ध योगः निच् आगच्छति. इदानीं पुगन्धलघुपदस्य च इत्यनेन लघुपद इक् गुणः अतः तत्र सिद्धस्थाने सेद् निचिस्थाने इ एव तिष्ठति अनुबन्धलोपानन्तरं सेद् योगः इ सिद्ध्यतेरपारलौकिके इत्यनेन एचः स्थाने आत्वं भवति इति पूर्वमेव दृष्टवन्तः. इदानीं अत्र एचः सेद् एचः स्थाने आकारः आगच्छति अतः तत्र सेद् इत्युक्ते तत्र साद् इति भवति. साद् योगः इ सादि इति निजन्तधातुः साधयति इति भवन्ति. दृष्टान्ते बालकः ग्रामं साधयति. ग्रामं साधयति इत्युक्ते गमयति इति अर्थे आगच्छति. प्राप्नोति प्राप्नोति सत्यमेव. अनन्तरं तपर तपरस्यार्थे तपस्यार्थे सिद्ध हेतुमति च तत्रापि सिद्धयोगः निच् पुगन्तलघुपदस्य इत्यनेन लघुपद इक् गुणः भवति अतः सेद् भवति. सेद् योगः इ सेदि भवति. इदानीं निजन्तधातुः सेदयति इति भवति. दृष्टान्ते तपः तापसं सेदयति. सेदयति इति किं दृष्टवन्तः? सेदयति फुल्फिल्ड् अकम्प्लिश्ड् टु बि सक्सेस्फुल् तपः आचरति इत्येव अर्थः. तत्र तपः सेदयति इत्येव पर्याप्तं. तापसं सेदयति इत्युक्ते प्रेरयति. तापसं करोतु इति प्रेरणा. समीचीनम्. अतः अत्र अस्मिन् तत्र सूत्रे सिद्ध्यतेर् पार्लौकिके इत्यत्र किमर्थं सिद्ध्यतेः इति दत्तम् अस्ति इत्युक्ते तत्र दिवादिगणीयधातुः इत्यस्यैव ग्रहणं भवतु इति कारणेन भुवादिगणे सेदति इति रूपं भवति. सिद्ध इति धातोः भुवादिगणे सेदति इति रूपं, दिवादिगणे एव सिद्ध्यति इति रूपम् अस्ति. रूपं सिद्ध्यति इति वयं वारं वारं वदामः किल, तदेव दिवादिगणीयधातुः. तस्य ग्रहणम् अस्मिन् सूत्रे अस्ति. सिद्ध्यतेर्पारलौकिके सिद्ध्यतेरपारलौकिके इत्यनेन तत्र दिवादिगणस्य ग्रहणं भवति इति पाणिनिना निर्दिष्टम्. अतः एव तत्र भोजननिर्माणं कार्यकरणम् इति अर्थे अस्ति चेत् तत्र साधयति, तपस्यार्थे सेधयति इति रूपद्वयम्. तदेव सिद्धधातुः विषये अत्र अर्थः अपि दत्तः एव. अग्रे सरामः. धन्यवादः भगिनि. महोदय महोदय स्फुर्धातुः स्फुर् इत्युक्ते स्फुर् इति सुधादिगणीयधातुः. लटि स्फुरति अर्थः टु थ्राप् टु शेक् टु स्विच् टु स्टार्ट् टु स्प्रिङ्ग् बेक् टु स्प्रिङ्क् स्प्रिङ्ग् और् ब्री ब्रेक् फोर्त् to start into view, to flash, to shine, to go tremulously, to bruise, okay, to cast, to probe or vibrate. Iti bhinna bhinna artha asanti. To with upasarga, apa upasarga, abhi upasarga, to apa upasarga, to throw, to shine iti. With abhi upasarga, to spread, to be diffused. Okay, astu. चीस्पुरोर्णौ इति चीस्पुरोर्णौ इति षष्ठाध्यायस्य प्रथमपादस्य चतुष्पञ्चाशत्तमं सूत्रं. विकल्पेन ची स्फुर् धात्वोः एचः स्थाने आ आदेशः भवति. णौ णौ इति अनुबन्धरहितत्वेन निचि निङि च भवति. णौ इति अस्तु. चिश्च स्फुर्श्च तयोः इतरेतर द्वन्द्वः. चिस्पुरौ तयोः चिस्पुरौ चिस्पुरोः चिस्पुरोः षष्ठ्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम्. आदेच उपदेशेशिति इति इत्यस्मात् आत् एचः इत्यनेन अनुवृत्तिः. विभाषा लीयते इत्यनेन इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसहित सूत्रमस्ति. विभाषा चिस्पुरोः एचः आत् नौ इति. तत्र वयं पूर्वम् एकवारं दृष्टवन्तः चि इति. तत्र इदानीं स्फुर् धातोः चि स्फुर् चि अपि च स्फुर् धातोः नौ परे तत्र आत् भवति यदा तत्र एचः भवति तदा इदानीम् आ आदेशः स्फुर् इति हेतुमति च इत्यनेन स्फुर्योग णिच् इदानीं स्फोर् योग इ इति अस्ति इदानीम् एचः इति तत्र स्फोर् इति ओकारस्य आत्वं भवति स्फार् स्फार् योग इ स्फारि डिजन्तधातुः तर्हि रूपं भवति स्फारयति स्फार स्फारयति तत्र टु शेक् ट्विच् स्फारयति टु कार् स्फुर् हेतुम् अस्तु आ आदेश अभावे एतत् विभाषा इति अस्ति अतः तत्र स्फोरयति इति भवति स्फारयति वा स्फोरयति इति किमपि अत्र भिन्न विशेषार्थे नास्ति तत् सामान्य अस्ति सत्यं तत्र अर्थः इति किमपि न स्वीकृतं परन्तु आ आदेशः आ आदेश अभावे इति अत्रापि यदा सूत्रक्रमं पश्यामः चेत् पुस्तके तु 101 इति अस्ति अष्टाध्यायी .com मध्ये अपि द्रष्टुं शक्यते आत्वप्रकरणम् इति अस्ति तत्र आदेश उपदेशे आदेश उपदेश शिति न व्यो लिटि इति आरम्भं भवति 45-46 तत्रैव आत् इति अनुवृत्तिः भवति तस्मादेव तत्र चिस्पुरो नौ विभाषा लीयते चिस्पुरो नौ सर्वत्र तत्र उपद उपदेश अवस्थायां कार्याणि इति प्रायः तत्र क्रमेण अस्ति तदपि पुनः वदतु भगिनि न अवगतं तत्र पुस्तकम् अस्ति चेत् अष्टाध्यायी पुस्तकम् अस्ति चेत् 101 पेज् नम्बर् 101 ओके तत्र अन्ते आत्वप्रकरणम् इति अस्ति 45 सूत्रं सूत्रसङ्ख्या 45 आदेश उपदेशेशिति तद् वयं बहुवारं दृष्टवन्तः तस्मात् तत्र आत् एच् इति अनुवृत्तिः आगच्छति चिस्पुरोः क्षम्यतां चिस्पुरोर्नौ इति पर्यन्तं विभाषा लीयते तत्रापि एचः इति अनुवृत्तिः अस्ति अग्रिमपुटे 102 पुटे तत्रापि यदा वयं पश्यामः क्रमेण अस्ति विभाषा लीयते चिस्पुरोर्नौ प्रजने वीयतेः प्रायः गतपाठे दृष्टवन्तः इति चिन्तयामि विभेतेर्हेतुभये तत्तु दृष्टवन्तः किल नित्यं स्मयतेः इति अपि गतपाठे आसीत् अतः तत्र आत्वम् इति कुत्र कुत्र भवति इति क्रमेण अस्ति अत्र पूर्वस्मिन् उदाहरणे अपि यद् विजया भगिन्या पठितं तत्रापि एचः इति आसीत् किल सिद्धधातोः अपि तत्र क्रमस्य आवश्यकता अस्ति कुबन्तलघुपदस्य च कार्यं करोति चेदेव सिद्ध्यतेर् अपारलौकिके इत्यस्य कार्यं भवति पूर्वं वयं दृष्टवन्तः तत्र क्रमः क्रमस्य वैशिष्ट्यं नास्ति इति परन्तु अस्मिन् सूत्रे तु अस्ति एव तदेव प्रायः अत्रापि स्फुर्धातोः अपि पुगन्तलघुपदस्य च इत्यनेन एत्वं भवति चेदेव चिस्पुरोर्नौ इत्यस्य कार्यं भवति अत्र निजन्तप्रकरणे बहुत्र तत्र एचः एव आत्मं विधीयते वयं विशेष एत्वं भूत्वा एव एचः स्थाने एव आत्मम् आं सत्यं सत्यं सत्यं वैशिष्ट्यमस्ति वा तत्र वैशिष्ट्यमस्ति आदेश उपदेशे शिति इत्यत् तदेव वयं गतपाठात् प्रथमपाठे एकः इति अस्ति अतः तत् अनुवृत्तिः भवति इति कृत्वा सत्यं सत्यम् अतः स्फुर्धातोः रूपद्वयं स्फारयति स्फोरयति इति रूपद्वयम् अभि उपसर्गः अपि भवति अफ इति उपसर्गः अपि भवति अपस्फारयति इति भवति प्रायः धारयति. अग्रे सरामः अत्र अर्थः स्फुरति वा इति पृच्छामः किल, तदेव सत्यं तदेव. अस्तु, कृद्धातोः विषये फ्लाश् टु शैन् अथवा फ्लाश् सत्यं. कृद्धातोः विषये बहु किमपि अस्ति, अतः किञ्चित् क्रमेण पठामः. उषा भगिनी तत्र आरम्भं करोति वा? आं भगिनि, महोदयस्य क्रमः लेट्स् ओके भगिनि, ऐ केण्ट्. कृत् धातुः, कृत् ओ कृत् कृत् धातुः, कृत् इति कीत् चुरादिगणे, चुरादिगणे कीर्तयति कीर्तयते, अर्थः प्रसिद्धं करोति स्तुतिं करोति. कृत् अत्र रेपात् प्राक् इकः दीर्घः, अत्र रेपात् प्राक् इकः दीर्घः, ओ कीर्त् ओके. ध्येयं यत् त्रिषु परिस्थितेषु रेपवकारयोः पूर्वम् इकः दीर्घः भवति. काशिकावृत्तिः अवलोक्यते चेत् निर्देशः स्पष्टः. रोरुपदायात् दीर्घः इकः, रेपवकारस्य धातोः पदस्य उपदायाः इकः दीर्घः भवति. घीः, धूः, पूः, आशीः, हलि च परे रेपवकारस्य धातोः उपदायाः इकः दीर्घः भवति. जृयोगः श्यन्, जृयोगः श्यन् ऋकारान्तधातुः ऋजीर्यति. ओ हलि च इत्यनेन यकारः हलि, उपधायां च इत्यनेन धातोः उपधाभूतौ यौ रेपवकारौ हल्परौ तयोः उपधायाः इकः दीर्घः भवति. कृत् कीर्तयति. कृत् इति धातुः ओरुपदाया दीर्घः इकः, रुवोरुपदायाः दीर्घः इकः, रेपः वकारः धातोः, रेपवकारस्य वकारान्तस्य धातोः, सो धातोः अन्ते रेपः अथवा वकारः अस्ति चेत् पदस्य उपदायाः इकः दीर्घः भवति. पदस्य इकः दीर्घः भवति. पदस्य पदस्य उपदायाः इकः दीर्घः भवति. गीः इति रूपं, गीः इकः दीर्घः भवति. ओके, गिर् गिर् इति स्थिते गीः इति भवति. धूः इति अस्ति दुर् दुर् इति स्थिते धूः भवति. पुर् इति कृते ऋकारान्त अस्ति चेत् दीर्घः भवति, पूः इति भवति. आशीः, आशीर् इति कृते आशीः भवति. सम्यक् वा भगिनि? घीः प्रायः सम्यक्, दूः पूः अहं न जानामि. आशिष् इति तत्र शकारस्य प्रायः आदेशः सर्वं भूत्वा आशीर् इति भूत्वा आशीः इति, तदपि प्रायः एव अहं दृढतया न वक्तुं शक्नोमि. तत्र दृश्यते रेपवकारान्त, ओके, परन्तु पदान्ते एव कार्यं, तदेव मुख्यं. त्रिषु सूत्रेषु क्षम्यता, त्रीणि सूत्राणि यद्वयं पश्यामः कार्यं समानम्, इकः दीर्घः इति, परन्तु तत्र निमित्तानि भिन्नानि. तत्र पदान्तकार्यं रेफवकारान्तानामेव स्थानमपि समानं, रेफवकारान्तानां कार्यं समानं, परन्तु तत्र निमित्तमेव, निमित्ते एव भेदः अस्ति. तत्र पदान्ते कार्यं ग्रोरुपदाया दीर्घः इकः इत्यस्य हलीच इत्यस्य भगिनि हलीच आल् दि स्ट्रस् त्रिपाद्यां पदकार्यमेव पदकार्यम् अण्ड् एय्ट् टु 76 77 78 ओके परिचयमेव सूत्रास् ओरुपदाय रुवोरुपदाय दीर्घः एकः हलीच हलीच परे रेपवकारान्तस्य धातोः उपदायाः धातोः उपदायाः इकः दीर्घः भवति. ओके दीर्घः इकः झृ योगः श्यन्न झृ इति दीर्घ दीर्घ झृ योगः श्यन् इति कृते गुणा नास्ति श्यन् ओ दट् वाट् इस् दट् सेवेन् ऋकार वाट् इस् दट् सूत्र 7100 वाट् इस् दट् दीर्घ ऋकारस्य स्थाने इर् आदेशः सन्ति ऋत इद्धातोः ऋत इद्धातोः इत्यनेन ऋत इद्धातोः इत्यनेन झृ इति झीर् भवति सत्यमेव सत्यमेव झिर् इति भवति झीर् इति आगतम् अनन्तरं किल ऋत इद्धातोः इत्यनेन इकारः एव झिर् श्यन् इत्यनेन यकारः ती इति प्रत्ययः ओके झिर् य ति इति कृते हलीच इत्यनेन इक हलीच परे रेफवकारान्तस्य धातोः उपदायाः जीर् इति कृते उपदायाः जिर् इति कृते उपदायाः ह्रस्व इकारः दीर्घः भवति हलीच इत्यनेन जीर्यति इति भवति. सत्यम् अतः अत्र यद् प्रथमसूत्रे पदान्तकार्यं जीर् इति आसीत् चेत् जीः अत्र तु हलि परे भवेत् निमित्तं तु हलि परे यद्यपि तत्र पदस्य इति अधिकारे अस्ति चेदपि तत्र हल् वर्णः परः भवेत् तदा एव कार्यं भवति अस्तु अतः तदेव भेदः द्वयोः सूत्रयोः. तृतीयसूत्रं पठतु भगिनि. उपधायां च इत्यनेन धातोः उपधाभूतौ धातोः उपधाभूतौ यौ रेफवकारौ हल्परौ तयोः उपधायाः इकः दीर्घः भवति कृत् इति कृत् इति कृते कृत् इति चुरादिगणीयधातु स्वार्थे णिच् भवति कृत् इति कृत् योगः अय इति कृते णिच् योगः शप् इति कृते अय कृत् योगः अय कृ पुगन्तलघुपदस्य च इत्यनेन अथवा ऋत धातोः इत्यनेन कीर्तयति इति कृते उपधायां च धातोः यौ रेफवकारौ उपधा रेप अस्ति चेत् वकारः न दृश्यन्ते कृत् इति कृते कीर्तय इति कृते धातोः कृते रेपः उपधा अस्ति तत्कारणतः उपधायां च इत्यनेन रेपवकारौ हल्परौ हल्परौ हियर् अत्र यकारः तयोः उपधायाः इकः दीर्घः भवति सो कीर्तय इति कृते कीर्तयति इति भवति उपधायां च रुवोरुपधाय दीर्घैकः हदि च उपधायां च इत्यनेन रेफवकारस्य धातोः पदस्य उपधायाः रेफवकारस्य वकारान्तस्य धातोः आं भगिनि वयं पठितवन्तः भगिनि पूर्वं रेपवकाराभ्यां पूर्वम् इकः दीर्घः पदान्ते रुवोरुपदाय दीर्घः इकः पदान्ते रेपान्तस्य वकारान्तस्य धातोः उपदायाः इकः दीर्घ आदेशः भवति येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः रुवोर्धात्वोः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः रुवोर्धात्वोः वकारान्तदातवः सन्ति किन्तु वकारान्तस्य पदस्य धातोः असम्भवात् अनेन सूत्रेण वकारान्तदातोः किमपि कार्यं नास्ति वकारान्तदातवः सन्ति किन्तु वकारान्तस्य पदस्य धातोः असम्भवात् वकारान्तस्य पदस्य धातोः असम्भवात् अनेन सूत्रेण वकारान्तदातोः किमपि कार्यं नास्ति यस्य फले काशिकायां दत्तम् अस्ति वकारग्रहणम् उत्तरार्थम् ओके वकारग्रहणम् उत्तरार्थं लाघवार्थम् अस्मिन् सूत्रे वकारः योजितः येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये स्यात् आं भगिनि ऋच च ऋवौ इतरेतरद्वन्द्वः तयोः ऋवोः षष्ट्यन्तम् उपादायाः षष्ट्यन्तं दीर्घः प्रथमान्तम् इकः षष्ट्यन्तम् अनेकपदमिदं सूत्रं सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य रुवोः धात्वोः उपादायाः इकः दीर्घः पदस्य रुवोः धात्वोः उपादायाः इकः दीर्घः पदस्य रुवोः रेपवकारान्तधातोः कृते उपादायाः इकः अस्ति चेत् इकः दीर्घः भवति इति सूत्रं वदति पदान्ते रेपान्तस्य वकारान्तस्य च धातोः उपादायाः इकः दीर्घ आदेशः भवति अवगतम् अतः पदस्य अन्ते एव अस्य कार्यं पदस्य अन्ते धात्वोः रेपवकारान्तधातोः उपादायाः इकः दीर्घः धन्यवादः अहं पूर्वम् अत्र ओरुपदाया दीर्घो इकः प्रथमसूत्रं गीः गृधातु एव तत् अष्टाध्यायी मध्ये अस्ति भगिनि गृधातोः प्रत्ययपरे कृते गिर् इति रेफान्तस्य सिद्ध्यति तदेव अत्रापि अस्ति भवती एव पठतु तत् गृ इति धातुः अत्र एव अस्ति अस्माकं करपत्रे हौ घीः अत्र रेफान् नास्ति किमर्थं नास्ति आगच्छति अत्र तत् सुवचौ तु वयं जानीमः किल एकविंशति प्रत्ययाः तस्मात् अनन्तरं पठतु गृ इति धातुः गृणे धातौ लटि गिरति गृयोगः गृपदमं गृयोगः क्विप् क्विबन्ता विजन्ता धातुत्वं न जहति इति पारिभाषया क्विप् प्रत्ययः संयुज्यते चेदपि धातोः धातुसंज्ञा तिष्ठति क्विप् प्रत्ययस्य सर्वापहारलोपः लसक्पद्धतेन ककारस्य हलन्तस्य पकारस्य इति संज्ञा तस्य लोपः गृ एव गृयोगः वि इकारः उच्चारणार्थं गृयोगः वकार अपृक्तसकाल् प्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा प्रेरप्रक्तस्य इत्यनेन अपृक्तसंज्ञकः वकारस्य लोपः भवति कृत्तद्विदस्य समासश्च इत्यनेन प्रातिपादिकसंज्ञा भवति ग्रू धातोः अपि धातुसंज्ञा अपि अस्ति प्रातिपादिक अपि अस्ति ऋतैतधातोः इति सूत्रेण घी उरण्परः इत्यनेन रेफ गिर् अति धातु गिर् योगः सु गिर् योगः सकार हल्लाभ्यो दीर्घात् श्रुतिस्थ्यपृक्तं हल् गिर् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् सुप्तिङ्गन्तं पदं गिर् इति धातुः अपि प्रातिपादिकमपि पदम् अपि वै वै ओर् ओरुपदाय दीर्घः एकः इति सूत्रेण गिर् तथैव तथैवभ्यां बिस् भ्यसु स्वादिषु सर्वनामस्थाने तेन येषां पूर्वतनशब्दस्वरूपस्य पदसंज्ञा ओके प्रथमं गुरुधातु तुधादिगणे अस्ति अतः निगरणे प्रथमं गुरुधातु प्रत्यय अत्र प्रातिपादिक एव न तु तिङ्गन्तरूपाणि भगिनि तत्र प्रातिपदिकं तदेव अतः एव तत्र एकविंशति प्रत्ययाः ओके ओके गुरु प्रथमं गुरु क्विप् प्रत्यय अति क्विप् प्रत्यय क्विप्न्त विजन्त दातत्वं न जहति इति परिभाषासूत्रेण क्विप् प्रत्यय सर्वं वर्णः लोपः भवति परन्तु प्रत्यय प्रातिपदिकं धातुसंज्ञा न अपगच्छति धातुसंज्ञा अपि तिष्ठति तदेव तदनन्तरं गुरुयोगः गुरुयोगः वकार अपृक्तः एकाल् प्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा भवति वेरपृक्तस्य इत्यनेन अपृक्तसंज्ञकः वकारस्य लोपः भवति लोपः भूत्वा कृतद्युतसमासश्च इत्यनेन प्रातिपदिकसंज्ञा भवति अधुना गुरु धातु धातुसंज्ञा अस्ति प्रातिपदिकसंज्ञा अपि अस्ति ततः ऋत इतधातोः धातोः इति सूत्रेण गुण भवति घी घी ऊर्वण्परः इति न रेफ गिर् इति रूपं भवति गिर्योगः सु प्रथमाविभक्ति एकवचन प्रत्ययः गिर्योगः सकार हल्लाभ्यो दीर्घात् स्तुतिश्च अपृक्तः स्तुतिश्च पृक्तं हल् इत्यनेन सकारलोपः भवति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् सुप्तिङ्गन्तं पदम् इत्यनेन प्रातिपदिकसंज्ञा भवति तत्समये गिर् इति धातुसंज्ञा अस्ति प्रातिपदिकम् अपि अस्ति पदमपि अस्ति पदमस्ति चेत् ओरुपदाय दीर्घः एकः इति सूत्रेण गिर् गिर् गीर् भवति गिर् गीर् भवति उपादायः दीर्घः दीर्घः भवति तदेव बहुवचन द्वितीय द्विवचनं बहुवचनमपि दीर्घं भवति न सत्यमेव भवती उक्तां गीर् इति प्रथमा एकवचनं तत्र दीर्घं भवति द्वितीय क्षम्यता प्रथमा द्विवचने किं रूपं भवति गिरौ गिरौ गिरौ गीः No. क्षम्यतां, हीर् गिरौ गिरः इति भवति किल, किमर्थम् आह? ओ अस् सु औ जस् अस् ऐ थाट् ओ गिर् गिरः एव, आं भगिनि गिरः एव किल, आं भगिनि द्वितीया करोतु भगिनि अरुणा भगिनि, गिरं गिर गिरं गिरौ अत्रापि सर्वनामस्थानं नास्ति, गिरः सत्यं गिरः गिरं गिरौ गिरः तृतीय गिरेण गिरा न नास्ति, तद् तु केवलं अकारान्तभ्यां तत्र एव भ्याम् इत्यस्य रोरुपदाया दीर्घः इकः इत्यनेन दीर्घत्वं भवति, दीर्घपट ओ दीर्घत्वं भवति, अतः रूपभ्यां गीर्भ्यां गीर्भ्यां गीर्भिः चतुर्थी गिर्या भगिनि गिरिभ्यः न न गीर्भ्यामेव, गीर् योगः भ्यां तत्र द्रोरुपदायः दीर्घः इत्यनेन दीर्घः गीर्भ्यां दिस् अस्ति चेदपि सत्य समानकार्य दीर्घत्वा एतत् विषये पूर्वम् एव वयं दृष्टवन्तः खलु, प्रायः किल तदेव मम मनसि अपि पूर्वम् एकवारं दृष्टवन्तः किल तदेव मम अपि आम् षष्टि वदतु भगिनि, प्रायः पुनः स्मरणं षष्टि वदतु, गिरः गिरः गिरः गिरयो गिर्वो गिर्योः गिर्योः ओके गिरीणां गिरीणां सत्यं गिरे गिर्योः गिर्योः गिरीषु गिराम् इति भवति वा तत्र गीर् योगः सु गीर्सु री न कुत्रापि ईकारः न भवति भगिनि, तत्र गीर् इत्येव पदं किल गिरेव पदं गिरि इति भिन्नशब्दः इकारान्त गीर्सु एव सु एव आदेशप्रत्ययोः भगिनि सकारः सु सु इति प्रत्ययः गीर्षु गीर्षु गीर्षु आदेशप्रत्ययोः सत्यं गीर्षु तत्र आम् इत्यत्र पुनः वदतु विजया भगिनि, गीर्योगः आम् गिराम् एव खलु अत्र अतः हलन्त इति धातु इव भवति हलन्त प्रातिपदिकं गिरोः इति गिर्वोः न भवति तत्र येण न भवति गिरोः इति भवति भवतोः गिरोः अस्तु बहु बहुवचने दृष्टवती आम् तत्र नाम् इति प्रत्ययः न भवति ह्रस्व नद्यापो नृत्य किल तत्र तु न भवति ह्रस्वः नास्ति नदी अपि नास्ति अत्र नुमागमः न भवति गिराम् सत्यं तत्र दीर्घमपि न भवति नामि अस्ति इत्यस्य अपि प्रसक्तिः नास्ति सत्यम् ओकारः पुनः वदतु महोदय ओस् इत्यत्र गीर् गिर् गिर् गिरोः इति केवलं वर्णमेलनं इति अदन्त अङ्गस्य एव कृते किल एतत् अन्ते आगच्छति खलु इति एतत् ओस् आगच्छति ओसि च भवति वा इति भवति अनन्तरं तत्र किमपि कार्यं नास्ति गिर् योगः ओस् गिरोस् इति सकारस्य स्थाने शस्त्रजिचोरुः इति भूत्वा ऋत्वविसर्गो गिरोः इति भवति तावदेव गिरोः एव किल तदेव ओसि च न भवति तदेव अदन्त अङ्गं योसि च सूत्रेण इति सूत्रेण एव ओस् भवति षष्ठी समीचीनम् अस्तु सम्यक् धन्यवादः गिर्योगः ओ गिरोः इति सम्यक् गिर्योगः आं गिराम् इत्येव समीचीनं सम्यक् अस्तु धन्यवादः अर्णा भगिनि अत्र यानि सूत्राणि प्रदर्शितानि सर्वं परिचितमेव केवलं वयम् अनुवृत्तिसहितसूत्रं पठामः विजया भगिनी भवती एव ऋतयुक्तातोः अनुवृत्तिसहितसूत्रम् आम् महोदय ऋत इत् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारस्य ह्रस्व इकारः आदेशः भवति अत्र अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् भवति अनेन एव ह्रस्व इकार आदेशः किल ऋत इत् धातोः इत्यनेन एव ह्रस्व इकार आदेशः रेफस्य स्थाने समीचीनम् आं भगिनि हल्ञाभ्यो दीर्घात् वयं बहुवारं हल्ञाभ्यो दीर्घात् शुचिचपृक्तं हल् इति सूत्रेण हलन्तात् दीर्घन्यात् दीर्घ आबन्तात् च सूति सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः भवति अनुवृत्तिसहितसूत्रं दीर्घात् हल्ञाभ्यो दीर्घात् हल्ञाभ्यो सूति सि अपृक्तं हल् लुप्यते तत्र एतत् लङ्विषये भवति खलु महोदय न न यत्र यत्र अपृक्त हल् भवति तत्र तत्र लोपः भवति परः सु ति सि इति अस्ति चेत् तत्र लोपः भवति अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति अस्ति अर्थवत् शब्द स्वरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति अर्थः अस्य अस्ति इति अर्थवत् मतुः प्रत्ययः न धातुः अधातुः न प्रत्ययः अप्रत्ययः नञ्ज तत्पुरुषमात्रम् अर्थवत् प्रथमान्तम् अधातुः प्रथमान्तम् अप्रत्ययः प्रथमान्तं प्रातिपदिकं प्रथमान्तम् अनेकपदमिति सूत्रं सूत्रं स्वयं सम्पूर्णं पूर्णमेव अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् एतत् प्रातिपदिकसंज्ञा विधीयते अनेन समीचीनं कृत्तदितसमासाश्च इत्यस्य अपि अनुवृत्तिः पठतु भगिनि कृत्तदितसमासश्च कृदन्ताः तद्धितार्थाः समासः च अपि प्रातिपदिकसंज्ञकः भवति अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि एतत् सूत्रं सूत्रमेव बहु मुख्यसूत्रं खलु महोदय सत्यम् अनेन एव अत्र प्रातिपदिकम् उत्पन्नं गृहधातोः कृते सुडनपुंसकस्य सुट् प्रत्यहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानं संज्ञा भवति सर्वनामस्थानसंज्ञा भवति परन्तु नपुंसकलिङ्गे न एतत् सुट् प्रत्यहारे सु आदीनां पञ्चानां प्रत्ययानां सु औच समु औट् तावदेव तत्र सर्वनामस्थानसंज्ञा भवति अनन्तरम् अनुवृत्तिसहितसूत्रं सुट् सर्वनामस्थानम् अनपुंसकस्य, एतद् अत्र नपुंसकविषये किमपि नास्ति. एतत् सर्वनामस्थानसंज्ञा भवति. एतत् पञ्च स्वादिषु सर्वनामस्थाने स्वादिषु सर्वनामस्थाने सर्वनामस्थानसंज्ञकः प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं येषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति. एतत् कप् इत्युक्ते पञ्चम अध्यायपर्यन्तं गच्छति खलु. सत्यं सत्यं सत्यं सु आरभ्य कप् पर्यन्तं तत्र पूर्वतनशब्दस्वरूपस्य पदसंज्ञा इति एव अनुवृत्तिसहितसूत्रम्. अनुवृत्तिसहितसूत्रं स्वादिषु सर्वनामस्थाने पदं यचीवम् यचीवं सर्वनामस्थानसंज्ञक प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययान्तं कप् प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादायः च अजादायः अजादयः च येषु कश्चन परः अस्ति चेत् पूर्वतन शब्दस्वरूपस्य वासंज्ञा भवति. तत्रापि एतत् परिचयसूत्रमेव अजादिः अनन्तरं यकारादयः वासंज्ञा इति प्रसिद्धमस्ति अत्र अनुवृत्तिशब्दं स्वादिषु असर्वना असर्वनामस्थाने यचिवम् इति यकारादेकसंज्ञा. अस्मात् सूत्रात् आरभ्य कडारा कर्मधारयपर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा. तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादभूतत्वात् अतः अत्र वदतु भगिनि, अत्र सूत्रद्वयम् आगच्छति चेत् कथं निर्णयं कर्तुं शक्नुमः? विप्रतिषेधे परं कार्यम् इत्यनेन अथवा निरवकाशत्वम् अपवादभूतत्वात् कार्यं करोति. कार्यं भवति एकं एका संज्ञा एव स्वीकृत्य तत्र वयं कार्यं साधयामः. समीचीनं भगिनि, धन्यवादः. एतद् यद्वयं पठितवन्तः पदान्तकार्यं, गृ इति धातुः पदान्ते किं भवति इति, अपदान्ते किम् इति अपि दृष्ट्वा समापयामः. महोदय भवान् पठति वा? अपदान्ते हलिच इति अष्टमाध्यायस्य द्वितीयपादस्य सप्तसप्ततितमं सूत्रमस्ति. रेफान्तानां वकारान्तानां च धातूनाम् उपदायांशितः इक् वर्णः दीर्घः भवति हलिपरे. अनुवर्तसहितसूत्रमस्ति रोः धातोः उपदायः इकः दीर्घः हलिपरे हलि इति. इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति, तर्हि पदान्ते एव भवति वा? हलित इत्यस्य सामर्थ्येन अपदान्ते अपि अपदान्ते इति भवति. जलोजलि अपि तथा, यदा कदापि अग्रे निमित्तम् अस्ति तदा बलात् अपदान्ते, एतेन बलात् तत्र अपदान्ते इति भवति. यत्र सप्तमन्तं निमित्तमस्ति महोदय, किम् अभवत् न श्रूयते महोदय, न श्रूयते न श्रूयते महोदय, श्रूयते एव. एक प्रश्नः अस्ति भगिनि. वदतु भगिनि. व्यक्तिगताः इति आदेश पूर्वं व्यक्तिगतः इत्युक्ते तत्र तस्मिन्नेव विषये आदेशः. एकं दातुं स्वीकृत्य तस्य एव आदेशविषये वदति व्यक्तिगत आदेशः. अन्यस्मिन् धातोः तद् तेन सूत्रेण कार्यं न भवति. केवलम् एकधातु विषये एव आदेशः एक्स्क्लूसिव्लि इति वदामः किल, व्यक्तिगत एक्स्क्लूसिव्लि तादृशम् अस्तु. महोदयस्य लैन् प्रायः भङ्गः जातः, उषा भगिनी तावत् पठतु भगिनी, यदा महोदयः पुनः आगच्छति सः पठति. ओके. अप्पदान्ते अप्पदान्ते हलि च रेफान्तानां बकारान्तानां च धातूनाम् उपादायां स्थितः ईकवर्णः दीर्घः भवति हलिपरे. अनुवृत्तिसहितसूत्रं रुवोः धात्वोः उपादायाः इकः दीर्घः हलि. अप्पदान्ते इति दत्तं यतोहि परः हल् अस्ति. परः हल् अस्ति चेत् ऋकारान्तबकारान्तधात्वोः कृते उपादायाः इकः उपादायाः इक्वर्णः दीर्घः भवति. इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति, तर्हि पदान्ते एव भवति वा? हलीच इत्यस्य सामर्थ्येन अप्पदान्ते इति भवति. झलोजलि अपि तदा. यदा कदापि अग्रे निमित्तम् अस्ति तदा बलात् अप्पदान्ते इति भवति. यत्र सप्तमीयन्तं निमित्तम् अस्ति तत्र पदस्य इति न गच्छति, यद्यपि तस्य अधिकारे स्यात्. रुवोरुपदाय दीर्घ इकः हलि च. रुवोरुपदाय दीर्घ इकः इति पदान्ते अस्ति, हलि च इति सूत्रम् अनन्तरम् आयाति. तत् सूत्रं पदस्य अधिकारे यद्यपि अस्ति, हलि च इति अनेन तत्र पदस्य प्रसक्तिः नास्ति. अप्पदस्य अप्पदान्ते प्रसक्तिः अस्ति इति दत्तम्. जृयोगः ति, जृयोगः ष्यन् योगः ति. जृ इति जृयोगः य योगः ति इति भवति ष्यन्. ऋत इद्धातोः इत्यनेन ऋतन्त ऋदन्तधातोः इत्वं भवति. जृ इति जि भवति. जि योगः य योगः ति इति भवति. उरण्ड्रपरः इत्यनेन ऋदन्तस्य स्थाने यः अण् प्रत्याहारे स्थितः यत् स च रेपः स च रपर रपरः भवति. सो जि इति जिर् भवति. जिर् योगः यकारः योगः ति. हलि च इत्यनेन हलिपरे रेपान्त धातोः उपदाभूतस्य इकारः दीर्घः. जिर् इति रेपान्तः उरण्ड्रपरः इत्यनेन जि अनन्तरं ऋ रेपः भवति. रेफान्तधातोः जिर्योगः य इति स्थिते, य इति हल् वर्णः अस्ति. हलि च इत्यनेन रेफान्तधातोः उपदाभूतस्य इकः जिर् कृते जि जकारः इकारः इति उपदा अस्ति, उपदावर्णः अस्ति. जिर् उपदाभूतस्य इकारः दीर्घः भवति हलि च इत्यनेन. जिर् इति जीर् यति इति भवति. जिरुयोगः तिप् आम् तत्र हलि च इति मुख्यमस्ति. हलि परे अस्ति चेदेव अस्य कार्यं भवति. जीर् यति इति रूपं साधयितुं तत् हल् परौ. रेपः इति हल् तत् परः अस्ति इति कारणेन उपदायाः दीर्घत्वम् ईकारस्य दीर्घत्वम् इति भवति. महोदय इदानीं भवतः सम्पर्कः सम्यक् अस्ति वा? भगिनि अहं पठन् आसीत्, अहं न. ओ एवं वा, वयं न श्रुतवन्तः. ओ अस्तु, पठति वा इदानीं? आं पठामि तत्र. अस्तु, तत्र कुतः अत्र प्रश्नः उदेति खलु? तत्र अत्र प्रश्नः उदेति हलि इत्यनेन परसप्तमी, अतः तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यनेन अव्यवहितपूर्वस्य एव कार्यं स्यात्. तत्तु अत्र नास्ति. आं सत्यम्, अत्र हलि चैत्यने तत्र उपदायासि तत् एकः भवति, परन्तु तस्मिन् देशे पूर्वति इति वदति, तस्मात् ताक्षात् पूर्वं भवेत् इति निवति अत्र. अस्तु, उपदाभूतस्य इकारस्य दीर्घत्वं कार्यकारणयोः इकारयकारयोः मध्ये रेफ वर्तते, अतः अतः अव्यवहितत्वं नास्ति, तथापि कार्यं भवति. किमर्थं? येन न अव्यवधानं तेन व्यवहितः अपि इति वचनप्रामाण्यात् कार्यं सिद्ध्यति उपधायाः एकः दीर्घः इति येन न अव्यवधानम् इति अस्ति अत्र किम् अस्ति न व्यवधानं न अव्यवधानम् तेन व्यवहिते अपि सम्यक् न अवगतम् तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इत्युक्ते अव्यवहित पूर्वस्य एव कार्यं भवति मध्ये किमपि न मा भूत् इत्येव अस्ति किल सर्वदा इदानीम् अत्र प्रश्नः कः इत्युक्ते मध्ये तु किमपि अस्ति मध्ये रेपः वर्तते अतः अव्यवहितं नास्ति साक्षात् तत्र परः हल् इति नास्ति इति वदति तदापि कार्यं भवति किमर्थम् इत्युक्ते तत्र एकः वचनपरिणामः प्रामाण्यं क्षम्यतां परिणामः प्रामाण्यं स्वीकृत्य येन न अव्यवधानं तेन व्यवहितो अपि इति कारणेन तत्र उपधादीर्घः भवति तदेव अग्रे अपि अस्ति तद् पठतु महोदय अनन्तरं समापयामः तस्मिन् इति निर्दिष्टे पूर्वस्य परिभाषा इत्यनेन अव्यवहितत्वं भवेत् किन्तु यत्र कार्यम् इष्यते अव्यवहितत्वस्य सम्भावना नास्ति तत्र व्यवहिता अपि कार्यं चिद्यति अस्तु तत्र यदा यदा यदा इष्यते तदा कार्यं करणीयम् इति अस्ति तत्र तावदेव तदेव मुख्यबिन्दुः यदा यत् अपेक्षितमस्ति तत्र करणीयम् इति तावदेव अतः एव परिभाषाः वचनानि सर्वं तत्र वयं यदा तत्र किं वदामः तत्र टैट् इति भवतु किल पाणिनीयसूत्राणि तु अस्ति परन्तु रूपसाधनार्थं किमपि आवश्यकं किल कथम् आगच्छति इत्यस्य प्रमाणमेव अत्र परिभाषा वार्तिकं सर्वम् अनेन व्याख्यानं नास्ति चेत् वयम् अवगन्तुमेव न शक्नुमः यथा पुगन्तलघुपदस्य च इत्यस्य अस्तु एकनिमिष अस्ति यथा पुगन्तलघुपदस्य लघुपदस्य च इत्येन पुगन्तलघुपदस्य च अङ्गस्य एकः विगुणः सार्वत्कारयोः यथा तत्रापि वादौ भूतयोग शाप्योग सि इति अस्ति पुगन्तलघुपदस्य च बोधति एतादृशे स्थलेषु सार्वत्कारयोः इत्यस्य परसप्तमीत्वं तथापि गुणः भवति यतोहि अव्यवहितत्वस्य सम्भावना नास्ति तथैव हलि च इत्यस्यापि तदा यश्च प्रश्नः न उदितमेव अस्माकं तावदेव यदा तत्र भवति अत्रापि भवति अव्यवहितम् इति तु अस्ति एव परन्तु इष्टरूपं साधनार्थं किञ्चित् दीर्घमार्गः नेतव्यः अथवा लघुमार्गः नेतव्यः किमपि इति तादृशं स्वीकरणीयं तत्र अपवादः इति सूत्रं किमपि नास्ति परन्तु अस्मिन् सन्दर्भे तस्य आवश्यकता एतादृश अवगमनम् आवश्यकम् इति प्रायः तादृशं स्वीकरणीयं लौकिक अनुकूलशास्त्र इति वदामः तद् सत्यम् आं सत्यम् उपसाधनार्थं तदेव अस्तु अस्तु अद्य समापयामः अग्रिमसप्ताहे अग्रे सरामः धन्यवादः धन्यवादः भगिनी शुभरात्रिः धन्यवादः.